पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 164 महादेव उवाच अत्र तीर्थं महच्चान्यत् कश्यपाख्यं सुरेश्वरि यत्र ह्रदो महानासीन्नगदेव विनिर्मितः तत्र कुशेश्वरो नाम देवो यत्र विराजते यत्र कुण्ठं तदा रम्यं कश्यपेन विनिर्मितम् तत्र स्नात्वा तु भो देवि न नरो निरयं व्रजेद अग्निहोत्रकरा विप्रा नित्यं वेदपरायणाः निवसन्ति महादेवि काश्यपायां बहुश्रुताः यथा काशी तथा चेयं नगरी ऋषि निर्मिता काश्यपेन यतश्चात्र तप्तं बहुतरं तपः गङ्गा वै तपसा येन आनीदेश जडोद्भवा सा गङ्गा काश्यपी देवी महापातकनाशिनी यस्या दर्शनमात्रेण मुच्यन्ते दुष्टकिल्बिषद गोदानं च प्रशंसन्ति रथदानं तथैव च श्राद्धं कृत्वा तु तत्रैव दानं देयं प्रयत्नदः कलौ युगे तथा घोरे महापादकनाशनं कश्यपाख्यं समं तीर्थं न भूतं न भविष्यति यत्र वै देवता सर्वा ऋषयो वीदकल्मषाः नित्यं तिष्ठन्ति देवेशि तीर्थराजप्रसादतः इति श्रीपाद्मे महापुराणे उत्तरखण्डे साभ्रमदिमहात्म्ये कश्यपह्रदमाहात्म्यं नाम चतुष्षष्ट्यधिकशततमोऽध्यायः ॐ